गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति स्नेहः स्नेहः इति तत्र निमित्तकारणं पिण्डीभावं कृति इति अस्माकं लक्ष्यम् अस्ति तत्र निमित्तकारणम् इति विषयः पूर्वमपि परिशीलितः किन्तु किञ्चित् वक्तव्यम् अस्ति इति मन्ये नाम तत्र वयं कारणानि तत्र समवायिकारणम् असमवायिकारणम् अपि निमित्तकारणम् इति पूर्वं दृष्टवन्तः समवायिकारणं नाम तत्र तत्र रूपस्य नाम घटरूपस्य समवायिकारणं घटः नाम गुणस्य समवायिकारणं यस्मिन् द्रव्यं यस्मिन् तत् सः गुणः वर्तते इति अपि तत्र घटस्य समवायिकारणमस्ति कपालः नाम अवयवः एव तत्र समवायिकारणं भवति अवयविनः इति तत्र घटस्य अवयवाः सन्ति कपालद्वयं तत्र कपालः कपालौ एव तत्र घटस्य तत्र समवायिकारणौ भवतः इति तथैव तत्र इति समवायिकारणम् तदनन्तरम् असमवायिकारणमिति दृष्टवन्तः नाम तत्र घटस्य निर्माणार्थं तत्र केवलं कपालद्वयमस्ति चेत् तेन न पर्याप्तं किन्तु कपालद्वयस्य संयोगः अपि भवेत् संयोगः यावत् न भवति तावत्पर्यन्तं घटस्य उत्पत्तिः न भवति अतः घटस्य उत्पत्तेः कारणं तत्र कपालद्वयसंयोगः कारणं भवति किन्तु संयोगः कपालद्वयसंयोगः कीदृशकारणम् इत्युक्ते तत्र असमवायिकारणम् इति वदामः अतः तत्र असमवायिकारणम् इति अपि अस्ति किन्तु असमवायिकारणे तत्र द्वैविध्यं वर्तते नाम प्रथमविध असमवायिकारणं द्वितीयविध असमवायिकारणम् इति तस्मिन् विषये अग्रे अपि किञ्चित् उक्तमस्ति तत् पश्यामः अपि यत् कारणम् अस्ति किन्तु समवायिकारणं नास्ति असमवायिकारणं प्रथमविध अथवा द्वितीयविध असमवायिकारणं नास्ति तदस्ति निमित्तकारणम् अतः तत्र निमित्तकारणानि अनेकानि भवेयुः किन्तु समवायिकारणं साधारणतया एकम् एव भवति एकं वा द्वे वा इति तत्र कानिचन कारणानि एव तत्र समवायिकारणानि अथवा असमवायिकारणानि भवेयुः किन्तु निमित्तकारणानि अनेकानि सन्ति साधारणतया इति अस्तु तर्हि इदानीं तत्र वयं तत्र निमित्तकारणं स्नेहः निमित्तकारणं पिण्डीभावं प्रति इति वक्तुम् इच्छामः अस्तु तत्र गतवर्गे वयं परिशीलितवन्तः किन्तु पुनः एकवारं तत्र पश्यामः अस्तु तर्हि तत्र आरम्भे तत्र मृणाली भगिनी भवती एव आरम्भं करोति वा तथा हि इति आरभ्य आम् तथा हि समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः प्रथम असमवायिकारणेऽपि स एव द्वितीय असमवायिकारणे तु कार्यतावच्छेदकः स्वसमवायिसमवायित्वं समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यम् असमवायिकारणतयोः तु उभयोरपि समवाय एव वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसमवेतत्वं वा द्वितीयसमवाय द्वितीय असमवायिकारणे कारणता अवच्छेदकः पक्षे चास्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेनैव एतावत् समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः आम् तर्हि तत्र भगिनी नाम यद् उक्तं केवलं तद् वदतु, तदनन्तरं तत्र अर्थः कः इति अग्रे पश्यामः, किन्तु किम् अस्ति इति केवलं दट् लिटरल् मीनिङ्ग् वदतु अत्र किम् उक्तम् इति. वयं वदामः समवायिकारणं, समवायिकारणम् असमवायिकारणम् इति वयं पृष्टवन्तः पूर्वं. तर्हि समवायिकारणे कार्यतावच्छेदकसम्बन्धः सर्वदा समवायः एव. इत्युक्ते किम् कारण तथा कार्यम् उभयमस्ति किल. तर्हि यत् कार्यमस्ति तत्र सम्बन्धः सर्वदा, यथा उदाहरणार्थ तत्र नीलरूपं घटं, तर्हि रूपं इदानीं कुत्र वदामः, कपाले वदामः वा? रूपं कपाले अस्ति, अस्तु कपाले नीलरूपम् अस्तु, कपाले नीलरूपम् अस्ति. अनन्तरं नीलरूपं कपाले अस्तु, तर्हि तत्र कार्यं किं कारणं किम्? तर्हि कार्यमस्ति घटस्य नीलरूपम्. न तत्सर्वं बहु क्लिष्टकरम् उदाहरणं भगिनि. समवायिकारणस्थले तत्र उदाहरणं किम् अस्ति? तत्र सरल उदाहरणं स्वीकरोतु. समवायिकारणस्य किम् अस्ति? अत्यन्तसरल उदाहरणं समवायिकारणस्य किम्? अहमपि उक्तवान् पूर्वम्. अन्य कोऽपि वदतु उदाहरणं तत्र समवायिकारणस्य. समवायिकारणं तत्र कपालः इति स्वीकुर्मः चेत् महोदय, केवलं पदद्वयं उदाहरणं किम् अस्ति तत्र? कपालसंयोगः इति स्वीकुर्मः. कपालसंयोगः अस्तु, कपालसंयोगः इति कार्यं वा कारणं वा? कपालसंयोगः इति कार्यं भवति. अस्तु कारणं किम्? कारणं अस्तु कपाल एकक्षणं कारणं न सरलम् तत्र अस्तु. घटः कार्यं, घटः कार्यं, कपालः कारणं, तावदेव अस्तु. घटः कार्यं, कपालः कारणम्. अस्तु समीचीनं. अस्तु नले भगिनी इदानीं वदतु तत्र किम् अस्ति. आम् तर्हि अस्तु उदाहरणमस्ति घटः कपालः, घटः कपालः, तत्र कार्यं किं कारणं किम् एतत् सर्वं वदतु. कपालः कारणं, घटः कार्यम् अस्तु. तर्हि कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटं कार्यं जनयति इति. उत्तमं भगिनि. तर्हि इदानीं तत्र वाक्यं यत् भवत्या पठितं तत्र तस्य अर्थः कः नाम अत्र एतस्य भागस्य अर्थः कः? समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः. तर्हि कार्यता अर्थात् कार्य अत्र घटः, घटः कार्यं, तत्र अधिकरणं कपालः. तर्हि तत्र कार्यम् अधिकरणे कपाले समवायसम्बन्धेन वर्तते. उत्तमं भगिनि. तावदेव उत्तमं. कार्यता अवच्छेदकसम्बन्ध नाम केन सम्बन्धेन कार्यम् अधिकरणे वर्तते इति एव खलु? तावदेव उत्तमं भगिनि. तर्हि समवायकारणस्थले वयं जानीमः कार्यं सर्वदा समवायसम्बन्धेन अधिकरणे वर्तते. उत्तमं. अस्तु अग्रे. प्रथम असमवायिकारणे पि स एव, अर्थात् प्रथम असमवायिकारणे नाम तत्र वयं प्रथम असमवायिकारणं नाम कपालः अस्ति समवायिकारणं खलु? कपालः समवायिकारणं खलु, घटस्य समवायिकारणं कपालः खलु. आम् आम् अस्तु. इदानीं तत्र घटस्य असमवायिकारणं किमपि जानाति वा? कपालद्वयसंयोगः. हा उत्तमं, हा उत्तमं भगिनि. हा तर्हि कपालद्वयसंयोगः, अस्तु कपालसंयोगः इति लिखामि. हा तर्हि अत्र अपि कार्यं केन सम्बन्धेन अधिकरणे अस्ति? कार्यम् अत्र घटः कपाले समवायसम्बन्धेन वर्तते. हा अतः अतः एव तत्र प्रथम असमवायिकारणे अपि सः एव, नाम समवायिकारणम् अथवा प्रथम असमवायिकारणस्थले कार्यतावच्छेदकसम्बन्धः समवाय एव इति. हा उत्तमं भगिनि. हा अस्तु. अतः अत्र कपालसंयोगः इति प्रथमविद असमवायिकारणम् अस्ति. हा अस्तु अग्रे. इदानीं द्वितीय द्वितीय असमवायिकारणे तु कार्यतावच्छेदकः स्वसमवायि समवायित्वम् इति द्वितीय असमवायिकारणस्थले किम् उक्तम्? उदाहरणम् अस्तु किन्तु कार्यतावच्छेदकसम्बन्धः स्वसमवायि समवायित्वम् इति. तर्हि कार्यं केन सम्बन्धेन वर्तते अधिकरणे? हा कारणं समवायसम्बन्धेन अधिकरणे वर्तते. न न यद् उक्तं यदुक्तं तावदेव. द्वितीय असमवायिकारणस्थले अत्र सप्तमी अस्ति केवलं तस्मिन् स्थले. कारणे इत्युक्ते साक्षात् कारणे एतद् वर्तते इति नास्ति. तस्मिन् सन्दर्भे समवायिकारणसन्दर्भे द्वितीय असमवायिकारणसन्दर्भे न तु साक्षात् द्वितीय असमवायिकारणे तत्र कार्यम् अस्ति इति तादृश अर्थः नास्ति खलु अत्र. अत्र सन्दर्भसप्तमी नाम तस्मिन् सन्दर्भे द्वितीय असमवायिकारणसन्दर्भे तत्र किम् उक्तं? तत्र वाक्ये साक्षात् वाक्ये किम् उक्तम्? कार्यतावच्छेदक स्वसमवायि समवायित्वम् अर्थः कार्यं कार्यं उदाहरणं वदामि वा आचार्य? न न न उदाहरणं मास्तु, उदाहरणं मास्तु. यथा भवती अत्र उक्तवती कार्यता अवच्छेदकसम्बन्धः इति तस्य अर्थः उक्तवती, तथैव अत्र अपि वदतु. ओ ओ ओ ओ ओ ओ भवति वा? अस्तु अस्तु. तर्हि कार्यं कार्यम् अधिकरणे कार्यम् अधिकरणे स्वसमवायि समवायित्वम् इति सम्बन्धेन वर्तते. हा उत्तमं भगिनि, तावदेव. अग्रे तत्र स्वसमवायिसमवायित्वम् इति अग्रे परिशीलयामः, किन्तु तत्र सम्बन्धः भिन्नः सम्बन्धः इति अपि तस्मिन् इदानीं तत्र एतावत् कार्यं केन सम्बन्धेन अधिकरणे वर्तते इति उक्तम्. इदानीम् अग्रे समवायिकारणे, इदानीं कारणस्य विषये, समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यं. तत्र पुनः प्रथम उदाहरणे गच्छामः. किमुक्तं? कारणतावच्छेदकसम्बन्धः तादात्म्यम् अर्थः कारणं कारणम् अधिकरणे तादात्म्यसम्बन्धेन वर्तते. समवायिकारणस्थले कारणम् अधिकरणे तादात्म्यसम्बन्धेन वर्तते. उत्तमम्. अग्रे अस्मिन् उदाहरणे कारणं कपालः, स्वस्य अधिकरणम् अधिकरणं पुनः कपालः, तर्हि स्वस्य तादात्म्यसम्बन्धेन वर्तते. असमवायिकारणतयोः तु उभयोरपि समवाय एव. असमवायिकारणे कारणतयोः तु उभयोरपि नाम प्रथमविध समवायिकारणं तथा द्वितीयविध असमवायि कारणयोः तर्हि उभयोरपि समवाय एव, तद् तादात्म्यस्थाने इदानीम् अत्र समवाय सम्बन्धेन समवायसम्बन्धेन एव कारणम् अधिकरणे वर्तते. हा समवायसम्बन्धेन एव कारणम् अधिकरणे वर्तते. हा तत्र प्रथमविध असमवायकारणे अस्माकम् उदाहरणमस्ति कपालसंयोगः, अधिकरणमस्ति कपालः, तत्र सम्बन्धः कः अत्र? कपालसंयोगः कपाले तत्र समवायसम्बन्धेन. हा तर्हि कारणं समवायसम्बन्धेन अधिकरणे वर्तते इति एव उक्तं खलु. द्वितीयविध असमवायकरणे अपि तादृशं भवति इति अपि उक्तम्. अस्तु अग्रे. तर्हि चित्रगन्धस्थले व्यभिचारकारणाय स्वसमवायिसमवेदकत्वं वा द्वितीय असमवायिकारणे कारणतावच्छेदकः. नाम वयं तत्र कारणे कारणतावच्छेदकः इति स्वसमवायिसमवेदकत्वम् इति वा? हा तत्र द्वितीय असमवायिकारणे कारणं स्वसमवायिसमवेतत्वेन अपि भवितुम् अर्हति, के सर्वदा समवायः इति न इति. हा तदा किं भवति? तदा यदि तत्र तादृशं कारणं स्वसमवायिसमवेतत्वसम्बन्धेन अधिकरणे वर्तते तदा किं भवति? कार्यं भिन्नसम्बन्धेन भिन्नेन सम्बन्धेन अधिकरणे वर्तते इति अग्रे उक्तं. हा पक्षे तस्मिन् पक्षे कार्यता न परम्परासम्बन्धेन एवम् अवच्छिद्यते किन्तु समवायनेव. हा नाम द्वितीय असमवायिक द्वितीय असमवायिकारणस्थले वयं किम् उक्तवन्तः? कार्यता केन सम्बन्धेन भवति इति कार्यं द्वितीय असमवायिकारणस्थले स्वसमवायिसमवायित्वसम्बन्धेन. हा नाम परम्परासम्बन्धः तस्य उदाहरणम् अत्र खलु? ओ आमां परम्परासम्बन्धः. हा किन्तु यदि तदा कारणं तत्र समवायेन अधिकरणे आसीत् किन्तु इदानीं कारणं नूतनसम्बन्धेन वर्तते, नाम स्वसमवायिसमवेतत्वसम्बन्धेन वर्तते, अतः कार्यम् अन्येन सम्बन्धेन वर्तते, तत्र समवायेन भवति न तु परम्परासम्बन्धेन. उदाहरणं पश्य नाम तत्र किं भवति? तत्र अधिकरणस्य साधारणतया एकमेव अधिकरणम् इति भवति खलु, नाम तत्र कपालः एव अधिकरणं भवति असमवायिकारणस्थले अथवा समवायिकारणस्थले. किन्तु द्वितीयविध असमवायिकारणे तत्र विकल्पद्वयं भवति. तत्र अधिकरणं किम् इत्युक्ते तत्र एकम् अथवा द्वे, तत्र द्वौ पदार्थौ अधिकरणरूपेण स्वीकर्तुं शक्नुमः. अतः किं भवति? तत्र यः विकल्पः अस्माकं मनसि अस्ति तस्य आधारेण तत्र एतत् अधिकरणम् इति चिन्तयामश्चेत् तत्र कार्यं कारणं तत्र सम्बन्धः भवति, अन्यत् अधिकरणम् इति चिन्तयामश्चेत् तत्र सम्बन्धः परिवर्तितः भवति. तत्र उदाहरणं दृष्टवन्तः किन्तु पुनः पश्यामः. नाम अतः एव तत्र सम्बन्धः भिन्नरूपेण भवति इति उक्तम्. अपि पक्षे च अस्मिन् इत्युक्ते यदि वयं द्वितीयविध असमवायिकारणे कारणता कारणं स्वसमवायिसमवेतत्वसम्बन्धेन वर्तते इति चिन्तयामः तद् सः विकल्पः सम्यक् इति चिन्तयामः तस्मिन् तदा नाम तस्मिन् पक्षे नाम तदा किं भवति? परम्परासम्बन्धः कार्यं परम्परासम्बन्धेन न भवति किन्तु समवायसम्बन्धेन भवति इति. अस्तु इदानीं तत्र आचार्य तत्र स्व उदाहरणं न स्मरामि इदानीं स्वसमवायिसमवेतत्वस्य उदाहरणं किम् आसीत् आमामामाम् इदानीं तत्र प्रदर्शयामि यच्च तत्र इरेस् कृतवान् तदेव अस्ति किन्तु हा किन्तु प्रथम आरम्भे केवलं तत्र यदुक्तं तत्र तस्य सारांशः स्मरामि अहम् उदाहरणमेकं स्मरामि तत्र किन्तु किन्तु भगिनि मृणलिनी एकनिमिष एतावत् उदाहरणं मास्तु केवलं परिच्छेदे यः विषयः उक्तः तस्य अवगमनं भवतु तदनन्तरं भवती भवती निश्चयेन वदतु किन्तु एकनिमिषं तिष्ठतु तदनन्तरं भवती वदतु तर्हि तत्र सारांशत्वेन तत्र नीता भगिनी वदति वा इदानीं तत्र कोष्टकरूपेण अहं लिखितवान् अत्र यत् परिच्छेदे आसीत् आम् हा तदा प्रथम तत्र समवायि विषये अधुना तत्र वयं वक्तुं शक्नुमः यदा घटः अस्ति तदा घटः तादात्म्यसम्बन्धेन स्वस्मिन् एव स्थित्वा समवायसम्बन्धेन रूपम् इति उदाहरणं स्वीकुर्मः चेत् रूपं जनयति इति तत् प्रथम समवायिकार्यं समवायः कारणं तादात्म्य तत् प्रथमा प्रथमा पङ्क्ति यत् अस्ति तत् प्रथमा पङ्क्ति भगिनि किन्तु केवलं तत्र एतया रीत्या वदतु नाम समवायिकारणस्थले कार्यं समवायसम्बन्धे वर्तते आम् कारणं समवायिकार्यस्थले कार्यं समवायसम्बन्धेन कारणं तादात्म्यसम्बन्धेन वर्तते अधुना अग्रिमे तत् असमवायिकारणस्थले स्थिति का असमवायिकारणस्थले तत् प्रथमम् असमवायिकारणं तत्र समवायः कार्यम् इत्युक्ते असमवायिकार्यस्थले समवायकारणं तत् समवाय इति कार्यं तदपि समवायकारणेन एव वर्तते न तु तादात्म्यसम्बन्धेन तत्र कार्यं समवायसम्बन्धेन अधिकरणे वर्तते कारणमपि समवायसम्बन्धेनयोग उदाहरणं किन्तु तत्र समवायिकारणस्थले तत्र चाय्स् अस्ति वा विकल्पः अस्ति वा समवायिकारणस्थले तत्र विकल्पः नास्ति यतोहि समवायिकार्यस्थले तत्र विकल्पः नास्ति यतोहि तत्र कार्यं समवायसम्बन्धेन कारणं तत्र तादात्म्यसम्बन्ध एव भवति तत्र न विकल्पः नास्ति अस्तु इदानीं प्रथमविध असमवायिकारणस्थले किं किम् आवश्यकं कार्यं प्रथमविध असमवायिकारणस्थले कार्यं समवायसम्बन्धेन कारणमपि समवायसम्बन्धेन वर्तते अत्र विकल्पः अस्ति वा अत्र विकल्पः भवितुम् अर्हति न सम्बन्धस्य नाम अन्यसम्बन्धः भवितुम् अर्हति वा अन्यसम्बन्धः न भवेत् तत्र समवायकारणम् एषः एव सम्बन्धः कारणमपि समवायेन कारणमपि समवायेन एव विकल्पः नास्ति अन्येन सम्बन्धेन न भवितुम् अर्हति उत्तमं इदानीं द्वितीय असमवायिकारणस्थले अधुना द्वितीय असमवायिकारणे द्वितीय असमवायिकारणस्थले तत्र विकल्पः द्वयं यतोहि तत् कार्यं स्वसमवायिसमवायित्वसम्बन्धेन कारणं समवायसम्बन्धेन तस्य अधिकरणम् इत्युक्ते तत्र अधिकरणे भवति इति एकः पक्षः अथवा तत्र कार्यं समवायसम्बन्धेन कारणं स्वसमवायिसमवेतत्वं तदा परम्परा यदा वयं वदामः भवति द्वितीय असमवायिकारणे स्थले तत्र पक्षद्वयं भवति नाम अस्माकं चाय्स् अस्ति अत्र यदि वयं चिन्तयामः कारणं समवायसम्बन्धेन भवति तदा कार्यं केन सम्बन्धेन भवेत् अधिकरणे? यदा कारणं समवायसम्बन्धेन तदा कार्यं स्वसमवायि समवायित्वम् इति सम्बन्धेन अधिकरणे अधिकरणे यदि यदि वयं कार्यं समवायसम्बन्धेन अधिकरणे अस्ति इति चिन्तयामः तदा कारणं यदा कार्यं समवायसम्बन्धेन अधिकरणे इति चिन्तयामः तदा कारणं स्वसमवायि समवेतत्वं तत्परम्परा सम्बन्धे इति भवति. अतः तत्र द्वितीय असमवायिकारणे कार्यं वा कारणं वा परम्परासम्बन्धेन भवति खलु, न तु साक्षात् भवति अधिकरणे. किन्तु समवायिकरणस्थले प्रथमविध असमवायिकरणे स्थले कार्यं कारणं च साक्षात् अधिकरणे स्तः खलु. आम्, समवायसम्बन्धेन एव साक्षात् अधिकरणे अथवा तादात्म्य तादात्म्य. अतः तत्र परम्परासम्बन्धस्य आवश्यकता नास्ति अत्र. केवलं द्वितीयविध असमवायिकारणे एव तत्र परम्परासम्बन्धः अपेक्षितः, कारणस्य वा कार्यस्य वा सम्बन्धः अधिकरणे केन सम्बन्धेन वर्तते इति खलु. आम् आम् आचार्य. हा नाम तत्र द्वयमपि समवायः न भवितुम् अर्हति द्वितीयविध असमवायिकारणे. एकः समवायः अस्ति चेत् अन्यः परम्परासम्बन्धः भवति, परम्परासम्बन्धेन भवति. आम् कार्यं वा कारणं कारणं वा इति इति अस्ति. हा अस्तु, तर्हि शोभा भगिनी इदानीं स्वशब्दैः पुनः तत्र एकवारं वदतु भगिनी, नाम केवलं तत्र उदाहरणं मास्तु, केवलं तत्र केन केन सम्बन्धेन वर्तते इति. हा तावदेव. आं महोदय, तत्र कार्यमपि कारणम् इति केन सम्बन्धेन अधिकरणे वर्तन्ते इति वर्तते इति. तर्हि समवायिकारणे कार्यं समवायसम्बन्धेन अधिकरणे वर्तते, कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते. असमवायिकारणे तत्र सम्बन्धः समवायसम्बन्धः एव भवति, कार्यकारणयोः समवायसम्बन्धः एव भवति. तर्हि प्रथमविध असमवायिकारणे कार्यं कारणं च समवायसम्बन्धेन अधिकरणे वर्तेते. द्वितीय असमवायिकारणे तत्र द्विधा, तर्हि स्वसमवायि समवायित्वेन कार्यम् अधिकरणे वर्तते, अपि च कारणं समवायसम्बन्धेन एव तत्रापि अधिकरणे वर्तते. तावत्पर्यन्तं कारणं तत्र असमवायि अपि च द्वितीय असमवायि समवायसम्बन्धेन एव वर्तते प्रथमविधे. अपि च द्वितीयविध असमवायिकारणे कार्यं समवायि समवायसम्बन्धेन अधिकरणे वर्तते, किन्तु कारणं स्वसमवायि सम्बन्धेन अधिकरणे वर्तते. स्वसमवायि समवेतत्वम् इत्युक्ते एकस्मिन् अर्थे इति दृष्टवन्तः, एकस्मिन् अर्थे अधिकरणे वर्तते इति. तदेव अस्ति भगिनी. अतः तत्र द्वितीयविध असमवायिकारणे अस्माकं विकल्प नाम पक्षद्वयं तत्र भवितुमर्हति. अस्माकम् इच्छा अधिकरणं किम् इति शृण्मः, तस्य अनुसारम् एषा स्थितिः भवेत् अथवा एषा स्थितिः भवेत् इत्युक्ते कारणस्य समवायः भवति अथवा कार्यस्य समवायः भवति सम्बन्धः. सत्यं. तर्हि तत्र कारणस्य भवति चेत् तदा कार्यं स्वसमवायि समवायित्वम् इति सम्बन्धेन एव सम्बन्धेन भवति, तेनैव सम्बन्धेन कार्यस्य समवायसम्बन्धः इति इच्छामः चेत् तर्हि कारणं स्वसमवायि समवेतत्वेन सम्बन्धेन भवेत् इति नियमः इति अस्ति. बहु सम्यक् अस्ति महोदय भवतः किं तत्र किं न भवतः तत्र कोष्टकम् आम् कोष्टकं धन्यवादः अस्तु भगिनि नाम सरलमस्ति किन्तु तत्र वाक्यरूपेण भवति चेत् प्रायशः तत्र अस्माकं मनसि न गच्छति इति कृत्वा अतः तत्र सर्वं सरलमेव अत्र केवलं विकल्पद्वयमस्ति एतत् शृण्मश्चेत् अत्र विकल्पः नास्ति एतदेव भवितव्यम् अत्र समवाये इति शृण्मश्चेत् एषः एव सम्बन्धः भवितव्यः अतः तत्र किमपि न कर्तुं शक्नुमः अस्तु अतः तत्र इति स्थितिः इदानीं तत्र वयं तत्र उदाहरणं यत् दृष्टवन्तः तत् तस्य चिन्तनं किञ्चित् कुर्मः तत्र गतवर्गे अपि कृतवन्तः नाम इदानीं हा मृणालि भगिनि इदानीं भवती वदतु तत्र उदाहरणम् एतदेव आसीत् वा इति तर्हि वदतु भगिनि स्वशब्दैः वदतु तर्हि तत्र असमवायकारणस्य द्वितीय असमवायकारणस्य पक्षद्वयं कथं तत्र भवति इति इदानीं कपाल चिन्तयामः पीतरूपं कपालं पीतरूपघटं जनयति तर्हि रूपम् इति कारणं कपालरूपम् इति कारणं कपालरूपं कपाले अधिकरणे तिष्ठति तथा घटरूपं घटे वर्तते परन्तु घटः अपि कपाले समवायसम्बन्धेन तिष्ठति किन्तु कपालः भिन्नः घटः भिन्नः अतः तत्र कारणम् अपि कार्यं समान अधिकरणे न स्तः खलु न स्तः आमाम् अतः किं कुर्मः इदानीम् अतः वयम् इदानीं कपाल एव अधिकरणं इति चिन्तयामः अस्तु कपालः एव अधिकरणम् इति चिन्तयामः कारणकार्ययोः अस्तु हा इदानीम् अस्माकम् इदानीम् इच्छा अस्ति कपालः एव अधिकरणम् इति चिन्तयामः समीचीनं तदा किं भवति इदानीम् अस्मिन् अधिकरणे कपालरूपम् अर्थात् कारणं समवायसम्बन्धेन वर्तते हा उत्तमं तर्हि इदानीं तर्हि कारणं समवायसम्बन्धेन अधिकरणे वर्तते अतः तत्र समवायः इति आगतः कारणं समवायसम्बन्धेन अस्ति अस्तु समवायसम्बन्धेन इदानीं कार्यं घटरूपम् इति कार्यं केन सम्बन्धेन अधिकरणे अस्ति घटरूपम् इति कार्यं स्वस्मिन् अर्थात् घटरूपं स्वस्मिन् घटे स्वसमवायसम्बन्धेन वर्तते उत्तमं अनन्तरं तत् पुनः कपाले स्व अधिकरणे अतः पुनः स्वसमवायी पुनः स्वसमवायी कारणेन तर्हि अतः समवायित्वसम्बन्धेन अधिकरणे कपाले कार्यं वर्तते उत्तमं भगिनि अतः घटरूपम् इति कार्यं स्वसमवायित्वसम्बन्धेन अधिकरणे वर्तते नाम घटः एव तत्र घटरूपस्य समवायी नाम समवायि इति इनि प्रत्यय नाम यस्य अथवा यस्मिन् तत्र समवायसम्बन्धः भवति घटे समवायसम्बन्धेन रूपम् अस्ति अतः घटसमवायी कस्य समवायी घटरूपस्य समवायी अतः स्वसमवायित्वसम्बन्धेन तत्र घटरूपं कपाले वर्तते अतः अत्र परम्परासम्बन्धः आगतः यतोहि घटरूपं साक्षात् कपाले नास्ति किन्तु परम्परासम्बन्धेन कपाले वर्तते समीचीनम् अस्तु इदानीं तत्र नीता भगिनी इदानीं तत्र द्वितीयविकल्पः कथम् आगच्छति इति वदति वा आमां भगिनी धन्यवादः उत्तमं अधुना तत्र प्रथमः विकल्पः तदा वयं चिन्तितवन्तः कपालः इति अधिकरणं भवेत् इति अधुना घटः इति अधिकरणं भवेत् चेत् एकनिमिषम् क्षम्यताम् अधुना चिन्तयामः घटः इति अधिकरणं भवेत् तदा का स्थितिः अधुना घटः इति अधिकरणं यदा भवेत् तदा अधुना घटरूपं घटरूपम् इति कार्यं घटे वर्तते समवायसम्बन्धेन तथैव कपालरूपम् इति कारणं कपाले वर्तते तत् अपि स्वसमवायसम्बन्धेन अधुना अस्माभिः किं कर्तव्यं तत् घटरूपम् इति घटे साक्षात् अधिकरणे वर्तते अधुना कपालरूपं घटे कथम् आनयामः तदा तत्र किमर्थं तत् कपालरूपम् इति साक्षात् घटे न वर्तते तत् कथम् आनयामः तत् कपालरूपं स्वसमवायिसम्बन्धेन कपाले स्थित्वा अधुना तत् अधुना तत् डौन्वर्ड् इति तत् तत् समवेतत्वम् इति तत् कपालरूपं स्वसमवायिसम्बन्धेन कपाले स्थित्वा समवेतत्व यदा उपरि गच्छामः तदा तत् समवेतम् इति भवति नीचै तत् समवायि इति तत् अतः तत् रूपं कपालरूपं तः कपाले आनयामः तत् स्वसमवायि इति भवति तत् कपालरूपं स्वसमवायिसम्बन्धेन कपाले स्थित्वा समवेतत्वसम्बन्धेन घटे वर्तते इति न भगिनि तत्र द्वयस्य मेलनं कुर्मः भगिनि नाम अतः एव तत्र केन सम्बन्धेन घटे अस्ति इत्युक्ते स्वसमवायि इति अधो पुनः उपरि समवेतत्वसम्बन्धेन घटे वर्तते इति अस्तु तत्र अधुना तत्र द्वयोः मेलनम् इत्युक्ते स्वसमवायि समवेतत्वसम्बन्धेन घटे इति वदामः खलु अतः वाक्यं वदतु तर्हि कपालरूपं कपालरूपं कपालरूपं स्वसमवायिसमवेतत्वसम्बन्धेन घटे वर्तते इति घटे घटे घटे स्थित्वा घटे स्थित्वा समवायसम्बन्धेन घटरूपम् इति घटरूपं जनयति जनयति इति अस्तु अस्तु अस्तु समवेत पुनः एकवारं तदा कपालरूपं स्वसमवायिसमवेतत्वसम्बन्धेन घटे स्थित्वा घटरूपं जनयति इति समवायसम्बन्धेन घटे स्थित्वा समवायसम्बन्धेन घटरूपम् इति कार्यं जनयति इति जनयति इति अस्ति उत्तमं भगिनि अस्तु इदानीं शोभगिनि स्वशब्दैः इदानीं तत्र विकल्पद्वयम् अस्ति प्रथमविकल्पः प्रथमपक्षः कः द्वितीयपक्षः कः इति वक्तव्यम् अस्तु तर्हि प्रथमपक्षः पक्षं स्वीकुर्मः चेत् तत्र कार्यं स्वसमवायि समवायि एकवारं स्वशब्दे वदतु कार्यं किं कारणं किं समस्या का इति तदनन्तरं कार्यं तु घटः कारणं कपालः न कार्यं घटमिति इदानीम् अस्तु अस्तु क्षम्यताम् आम् तर्हि तत्र रूपं घटरूपम् इति कार्यम् अपि च कपालरूपम् इति कारणं तर्हि अङ्गीकरोति खलु अङ्गीकरोति खलु नाम कपालरूपं घटरूपं प्रति कारणमस्ति इति नाम यदि कपालरूपं घटरूपं प्रति कारणम् अस्ति प्रथमं कपालः एव भवति अतः तेन घटः कपालरूपं नीलम् अस्ति चेत् घटरूपमपि नीलम् अस्ति आम् अतः कारणं भवति इदानीं रूपस्य विषयः तत्र कपालरूपं घटरूपं तत्र अन्तिम किं घटरूपम् इति अन्तिमकार्यं तत्र घटरूपम् इति कार्यं कार्यं कारणमिति तत्र कारणं भवेत् कपालरूपम् इति कारणं भवति इदानीं समस्या का अत्र समस्या का समस्या का इत्युक्ते कपालेन कपालरूपस्य अधिकरणं किम् अस्ति कपालरूपस्य अधिकरणं कपालः एव अस्ति तर्हि कपालरूपस्य अधिकरणं कपालः समवायसम्बन्धेन क्षम्यतां तत्र रूपमिति गुणः समवायसम्बन्धेन भवति अधिकरणं कपालः घटरूपस्य अधिकरणं घटः तर्हि समानाधिकरणं नास्ति इति एव समस्या खलु समानाधिकरणं नाम कारणं कार्यम् इति वक्तुम् इच्छामश्चेत् समान अधिकरणं भवेत् किन्तु अत्र नास्ति इति समस्या खलु. अतः तत्र परम्परा इति अतः इदानीं परिहार समस्या का इति अवगता खलु. समस्या वर्तते इदानीं परिहारः कथं भवति? तर्हि परिहारः तत्र यतोहि नाम तत्र कपालः इति अधिकरणम् इति स्वीकुर्मः कपालः अधिकरणम् इति स्वीकुर्मः चेत् आम् इदानीं तत्र घटरूपपर्यन्तं गन्तव्यं. तर्हि तत्र प्रथम असमवायिकारणं घटरूपपर्यन्तं गन्तव्यं न, तत्र अधिकरणं कपालः खलु. अधिकरणं कपालः. इदानीं तत्र किं भवेत्? कार्यम् अपि कारणमपि अधिकरणे भवेत् खलु. आमां किन्तु तत्र नास्ति. किन्तु किं किम् अस्ति इति वदतु. तत्र किं कपालः अधिकरणम् अस्ति चेत् तत्र किम् अधिकरणे अस्ति साक्षात् अस्ति? कपालः अधिकरणमस्ति चेत् तत्र घटः अधिकरणे अस्ति. न न न भगिनि, तत्र अस्माकं विषयत्रयमेव कारणं कार्यम् अधिकरणं तावदेव. अधिकरणं कपालः कारणं कारणम् इदानीम् अधिकरणे अस्ति. हा केन सम्बन्धेन? कारणं तत्र समवायसम्बन्धेन एव अधिकरणे अस्ति. अस्तु हा अतः एतत् आगतं खलु समवायसम्बन्धेन. कारणं समवायसम्बन्धेन अधिकरणे अस्ति इति जानीमः. इदानीं किं कर्तव्यं? कार्यं केनापि सम्बन्धेन अधिकरणे वर्तते इति वक्तव्यमस्ति. आमां कार्यम् आमाम् आम्. तर्हि इदानीं कारणं समवायसम्बन्धेन वर्तते चेत् तत्र स्वसमवायि समवायित्वम् इति सम्बन्धेन कारणं क्षम्यतां कार्यम् अधिकरणे भवेत्. तर्हि तत्र कार्यं स्वसमवायि कार्यं किम् अस्ति? कार्यं घटरूपम् अस्ति. तस्य अधिकरणं किम् अस्ति? तस्य अधिकरणं घटः एव. तर्हि घटस्य अधिकरणं कपालः. तर्हि तत्र परम्परा भवति. तर्हि घटरूपं समवायसम्बन्धेन एव तत्र घटे अस्ति. तर्हि घटः समवायसम्बन्धेन कपाले अस्ति. आम् न न समवायसम्बन्धेन नास्ति, किन्तु एक प्रत्येकवारं वयम् अधो गच्छामः. समवायित्वसम्बन्धः इति अस्तु. घटरूपं समवायसम्बन्धेन घटे घटः समवेतत्व न न घटः पुनः सम न घटरूपं तत्र अधोगमने समवायि इति भवति. नाम घटरूपं समवायसम्बन्धेन घटे भवति. पुनः घटः समवायसम्बन्धेन कपाले अस्ति. कपाले भवति. अतः घटरूपं स्व इति स्वसमवायि समवायित्वसम्बन्धेन तत्र समवायित्व इति न भवति वा महोदय? समवायित्वसम्बन्धेन कपाले वर्तते. समवायि हा यतोहि घटरूपं घटं प्रति समवायसम्बन्धेन भवति. पुनः तत्र अग्रे अपि समवायः भवति, अतः समवायित्वम् इति भवति इति मम मनसि. तावदेव भगिनि, तावदेव. तत्र शैली तादृशी नाम समवायित्वसम्बन्धेन. यतोहि तत्र द्विधा भवति समवायसम्बन्धः, अतः स्वसमवायिसमवायित्वम् इति भवति इति चिन्तितवती. तर्हि घटरूपं समवायेन घटे, अतः समवायसम्बन्धेन घटः समवायित्वसम्बन्धेन इति स्वीकुर्मः. तत्र कपाले वर्तते. आम् इदानीं तत्र कपालरूपं घटरूपम् एकस्मिन् एव अधिकरणे भवतः. इदानीं तर्हि तत्र वाक्यं वदतु. यथा वयं वदामः तत्र समवायिकारणस्थले वयं वदामः कपालः तादात्म्यसम्बन्धेन अधिकरणे स्थित्वा घटम् इति कार्यं जनयति समवायेन. कपालः तादृशं तादृशवाक्यम् अत्र वदतु. कपालरूपं घटरूपं कथं जनयति इति. अत्र अधिकरणमस्ति कपालः. तर्हि कपालरूपं तादात्म्ये एव भवति. तत्र कपालरूपं भवती किम् उक्तवती? कारणं किमस्ति? कपालरूपम्. अधिकरणं किमस्ति? कारण अस्तु, कपालरूपं समवाय समवायसम्बन्धेन कपाले इत्युक्ते तत्र कपाले स्थित्वा तादात् कपालः न तादात्म्य न भवति. एकक्षणं महोदय. कपालः समवायसम्बन्धेन कपाले स्थित्वा घटे तत्र परम्परा भवति खलु. तर्हि स्वसमवायी समवायित्वा तत्र भवति खलु. सत्यं, समीचीनं. स्वसमवायी समवायित्वसम्बन्धेन घटरूपे वर्तते. न वर्तते, जनयति. कार्यं जनयति. घटरूपं जनयति. अस्तु, पुनः वदामि महोदय. कपालः कपालरूपं समवायसम्बन्धेन कपाले स्थित्वा स्वसमवायी समवायित्वसम्बन्धेन घटरूपं जनयति, कार्यं जनयति. कार्यं जनयति, उत्तमम्. इदानीं द्वितीयविकल्पः. अस्तु, द्वितीयविधम् इदानीं तत्र घटः इति कार्यं अस्तु, क्षम्यतां. घटरूपम् इति कार्यं, घटः इति अधिकरणम्. अस्तु, तर्हि तत्र इदानीं द्वितीय असमवायीकारणं तत्र घटरूपं तत्र कारणं समवायकारणम् इति स्वीकुर्मः चेत् किं भवति? कारणं तत्र महोदय द्वितीय बि इति अस्ति. एतत् सर्वं भगिनि अत्र कपालरूपं घटरूपं प्रति द्वितीयविद असमवायीकारणम् अस्ति. अस्तु, अत्र संशयः मास्तु. कपालरूपं घटरूपं प्रति द्वितीयविद असमवायीकारणम् अस्ति. अतः तत्र कथं कारणमस्ति इति तत्र प्रदर्शनं. कपालरूपं घटरूपं प्रति द्वितीय असमवायीकारणम् अस्ति. अस्ति, अस्तु, अवगतं खलु. इदानीं तस्य प्रदर्शनार्थं कपालः इति अधिकरणम् इति भवितुं शक्नोति, अथवा घटः अधिकरणम् इति अपि स्वीकर्तुं शक्नुमः. यदि कपालः इति अधिकरणम् इति स्वीकृतवन्तः तत्र प्रथमपक्षः अभवत्. किन्तु घटः अपि अधिकरणरूपेण स्वीकर्तुं शक्नुमः. तदेव कारणं, तदेव कार्यं, किन्तु भिन्नम् अधिकरणं, तावदेव. सत्यं महोदय, किन्तु तत्र द्वितीय असमवायीकारणे असमवायीकारणविधे तत्र समवायः स्वसमवायसमवायकत्वम् इति भवति खलु. भगिनि तर्हि वदतु, तत्र तर्हि इदानीम् अधिकरणम् अस्ति घटः खलु. आम्, कारणं किम् अस्ति? अधिकरणम् अस्ति घटः, कारणम् इदानीमपि तत्र कपालरूपमेव अस्ति. अस्ति, अपि कार्यमस्ति? कार्यं घटरूपमेव कार्यमस्ति. अस्तु, तत्र कारणम् अथवा कार्यं तयोः मध्ये किमपि साक्षात् अधिकरणे वर्तते वा? न, पुनः तदेव क्लेशः अस्ति तत्र द्वयोः. किमर्थं? न, किन्तु घटरूपम् अधिकरणे नास्ति वा? अस्ति, किन्तु केन सम्बन्धेन? एकस्मिन् अधिकरणे न सन्ति इति. न भगिनि, सत्यं, किन्तु साक्षात् किम् अस्ति अधिकरणे? घटरूपं घटे अस्ति. हा, साक्षात् अस्ति, केन सम्बन्धेन? रूपम् अस्ति, समवायसम्बन्धेन घटे वर्तते. अतः कार्यं समवायसम्बन्धेन अस्ति, अधिकरणे वर्तते. अस्तु, इदानीं समस्या का? इत्युक्ते तत्र अधिकरणं समानं नास्ति, समानाधिकरणं नास्ति द्वयोः. अधिकरणम् अस्माकम् अस्ति घटः इति अधिकरणम् इति चिन्तितवन्तः. तर्हि इदानीं किं कर्तव्यम् अस्माभिः? कारणं, कार्यं तु अधिकरणे साक्षात् अस्ति. इदानीं किं करणीयं? कारणं नास्ति केनापि सम्बन्धेन अधिकरणे इति इति वक्तव्यमस्ति तदेव अस्माकं कार्यम् इदानीं तत् कथं साधयामः कथं वदामः कारणं तर्हि तत्र पुनः परम्परा इति स्वीकुर्मः कपालरूपं तर्हि स्वसमवायि समवेतत्वेन घटे स्थित्वा घटरूपं जनयति कार्यं जनयति समवायसम्बन्धेन घटरूपम् इति कार्यं जनयति उत्तमं तावदेव पुनः एकवारं वदतु भगिनि कपालरूपं कपालरूपं कपालरूपं स्वसमवायि समवायित्वसम्बन्धेन समवेतत्वसम्बन्धेन घटे स्थित्वा घट अधिकरणं घटे स्थित्वा अधिकरणे घटे स्थित्वा घटरूपम् इति कार्यं जनयति समवायेन जनयति उत्तमं समवायेन जनयति आम् इति एव अस्ति भगिनि अस्तु तर्हि तत्र घट कपालरूपं घटपर्यन्तं स्वसमवायि समवेतत्वम् इति सम्बन्धः तदनन्तरं घटः समवायसम्बन्धेन घटरूपम् इति वा न न घटरूपं घटे समवायसम्बन्धेन अस्ति तावत् तद् तद् अवगतं पूर्वम् अतः अतः किं भवति तत्र अधिकरणं भिन्नम् इति कृत्वा कारणम् अधिकरणे भवति अथवा कार्यम् अधिकरणे भवति किन्तु द्वयमपि अधिकरणे समान अधिकरणं नास्ति अतः एकं साक्षात् अस्ति चेत् अन्यत् परम्परासम्बन्धेन भवति यदि कारणं साक्षात् अस्ति चेत् कार्यं परम्परासम्बन्धेन यदि कार्यं साक्षात् अस्ति चेत् कारणं परम्परासम्बन्धेन भवति अतः अत्र परम्परासम्बन्धः साक्षात् सम्बन्धः अथवा अत्र साक्षात् सम्बन्धः अत्र परम्परासम्बन्धः अत्र चाय्स् एव नास्ति नाम द्वयमपि साक्षात् न भवितुम् अर्हति एकं साक्षात् समवायः अन्यः परम्परासम्बन्धः इति एव आगच्छति द्वितीयविध असमवायकारणस्थले अतः अत्र द्वितीयविध असमवायस्थले किं भवति पक्षद्वयम् अस्ति एतत् अधिकरणं भवितुम् अर्हति अथवा एतत् अधिकरणं भवितुम् अर्हति अस्माकम् इच्छानुसारम् इति अस्ति अस्तु अतः एतत् सर्वं मनसि अस्ति वा चिन्ता नाम स्पष्टतया अस्ति खलु आम् महोदय अस्तु तर्हि अग्रे सरामः तर्हि अस्तु इदानीं नीता भगिनी अग्रे एवं च इति एवञ्च प्रथमं समवायतादात्म्ययोः निवेशे समवायिकारणत्वम् उभयत्र द्वितीय समवायनिवेशे आद्यसमवायिकारणत्वम् आद्यम् असमवायिकारणत्वं क्षम्यताम् आद्यम् असमवायिकारणत्वम् आद्यम् असमवायिकारणत्वं तृतीयः स्वसमवायिसमवायित्वसमवाययोः निवेशे वक्ष्यमाणरीत्या समवाय स्वाश्रय समवेतत्वयोः वा निवेशे द्वितीयम् असमवायिकारणत्वम् इति सिद्धे एतद्भिन्नः यो यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणत्वम् इति उच्यते यथा प्रकृते स्नेहस्य पिण्डिभावं प्रति पिण्डिभावनिष्ठकार्यतायाः समवायेन अवच्छेदे अपि स्नेहनिष्ठकारणतायाः स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदात् न हि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति अतः तादृशपिण्डिभावं प्रति स्नेहः निमित्तकारणत्वं निमित्तकारणम् इति अस्तु अधुना एवञ्च प्रथममस्ति समवाय तादात्म्ययोः निवेशे समवायिकारणत्वम् अधुना समवाय तादात्म्ययोः निवेशे निवेशे इत्युक्ते स्थापने इत्युक्ते तेषां वयं तत् कारणम् अन्तर्भूतं कुर्मः इति तत् समवाय तादात्म्ययोः निवेशे समवायिकारणत्वं तत् प्रथमं इत्युक्ते तत् यथा भवन्तः निवेश इत्युक्ते किं निवेश इत्युक्ते स्थापने इत्युक्ते तेषां इन्क्लूजन् करणीयम् इति नाम नाम यदि समवायः अपि तादात्म्यः इति एव सम्बन्धः कारणम् अपि कार्यं कारणम् अपि कार्यं तयोः अवच्छेदकसम्बन्धः भवति चेत् नाम यदि कार्यं केन सम्बन्धेन भवति यदि कार्यं समवायसम्बन्धेन कारणं तादात्म्यसम्बन्धेन भवति चेत् तदा भवति चेत् समवायिकारणत्वम् इति तत्र तस्मिन् सन्दर्भे समवायिकारणत्वं भवति समवायिकारणम् इति तस्मिन् सन्दर्भे समवायिकारणम् इति वदामः अथवा समवायिकारणत्वं तदा अस्ति तत्र अस्ति इत्युक्ते तत् प्रथमा पङ्क्ति अधुना उभयत्र तत्र उभयत्र उभयत्र अत्र उभयत्र उभय नाम कारणमपि कार्यं अनन्तरं द्वितीयम् ओके उभयत्र इत्युक्ते कारणस्य विषये अत्र कारणस्य कार्यस्य द्वयोः विषयोः अधुना द्वितीयमस्ति समवायनिवेशे आद्यम् असमवायिकारणत्वम् आद्यम् असमवायिकारणत्वं अधुना असमवायिकारणस्थले स्थितिः का समवायिकारणस्थले वयं दृष्टवन्तः कार्यमपि समवायसम्बन्धेन कारणं तत्र तादात्म्यसम्बन्धेन तिष्ठति परन्तु असमवायिकारणस्थले स्थितिः का तत् समवायनिवेशे इत्युक्ते तत्र कार्यमपि समवायसम्बन्धेन कारणमपि समवायसम्बन्धेन आद्यम् असमवायिकारणम् आद्यम् असमवायिकारण आद्यम् इत्युक्ते तत् प्रथमम् इत्युक्ते असमवायि मध्ये तत् प्रथमम् इति अस्ति अधुना तृतीयस्थले का स्थिति तृतीयस्थले स्वसमवायि समवायित्व समवाययोः निवेशे अधुना तृतीय इत्युक्ते तत् द्वितीयविध असमवायिकारणस्थले साक्षात् तत् प्रथमविध असमवायिकारणं द्वितीयविध असमवायिकारणम् अधुना द्वितीयविध असमवायिकारणस्थले अधुना तत्र स्वसमवायि समवायित्व समवाययोः निवेशे इत्युक्ते कार्यं स्वसमवायि समवायित्वं सम्बन्धेन कारणं समवाय द्वयोः निवेशे इत्युक्ते तेषां तत्र स्थापने तेषाम् इति तयोः स्थापने वक्ष्यमाणरीत्या समवाय स्वाश्रयसमवेतत्वयोः वा निवेशे अत्र अहं मन्ये तत्र वा इत्युक्ते तत्र अत्रापि पदद्वयं वर्तते खलु इत्युक्ते तत्र उपरि गच्छामः तदा समवेतत्वं समवेतम् इति गुणरूपेण समवायि इति समीचीनं भगिनि नाम यथा भवत्या उक्तं समीचीनमेव तत्र द्वितीयविध द्वितीयम् असमवायिकारणत्वं तस्मिन् स्थले का स्थितिः इति तत्र अस्ति यथा भवत्या उक्तं तत्र प्रथमपक्षः अस्ति यत्र कार्यं स्वसमवायि समवायित्वसम्बन्धेन अपि कारणं समवायसम्बन्धेन भवति इति एकः पक्षः अथवा वक्ष्यमाणरीत्या नाम तत्र एतावत् तस्य तत्र विवरणं न कृतम् इति कृत्वा इति चिन्तयित्वा वक्ष्यमाणरीत्या इति उक्तं तावदेव तत्र किं भवति वक्ष्यमाणरीत्या नाम as we will see in the way that we will see ahead तत्र किं भवति समवायः किं भवति समवाय स्वाश्रयः सम्बन्धः समवायः इति एकः तत्र समवायः इति तत्र तत्र भागः अत्र भवति समवायः नाम इत्युक्ते तत्र अहं मन्ये तत्र समवाय इति कार्यम् इति इत्युक्ते समवायसम्बन्धेन सम्बन्धेन वर्तते स्वाश्रये तत्र समवायः इति कार्यस्य अवच्छेदकसम्बन्धः कार्यं समवायसम्बन्धेन अधिकरणे भवति. वयं दृष्टवन्तः घटरूपं घटे समवायसम्बन्धेन वर्तते, कार्यं समवायसम्बन्धेन अस्ति. इदानीं कपालरूपं तर्हि कपालरूपं किं भवति? स्व आश्रयः नाम स्वम् इति कपालरूपं, तस्य आश्रयः अस्ति कपालः. अतः स्व आश्रय स्वसमवायि इति अनुक्त्वा अत्र स्व आश्रयः इति उक्तं, तावदेव. स्वाश्रय समवेतत्वयो हा नाम स्वाश्रय इत्युक्ते एव तत्र अधोगमनं कपालरूपात् कपालपर्यन्तं स्व आश्रयः. कपालरूपस्य आश्रयः कपालः, कपाले समवेतत्वं किमस्ति? घटः. अतः घटपर्यन्तं गच्छामः. अतः स्वाश्रय समवेतत्वयोः सम्बन्धेन नाम अत्र वयम् अत्र भिन्नरीत्या उक्तवन्तः तावदेव, अतः चिन्ता मास्तु. तत्र स्वसमवायि समवेतत्वम् इति उक्तवन्तः, अत्र तस्मिन् स्थाने स्वाश्रयः इति आगतं, तावदेव. स्वाश्रय अस्तु, यतोहि तस्य कार्यं किम् अस्ति? अधोगमनं कपालरूपात् कपालपर्यन्तं स्वसमवायि, तदनन्तरम् उपरि गमनं समवेतत्वम्. अत्र किं कृतवन्तः? स्वाश्रयः इत्युक्ते कपालः. अस्तु, स्वाश्रय समवेतत्व तावदेव. स्व आश्रय स्व इत्युक्ते कपालरूपं, तस्य आश्रयः कपालः. स्वाश्रय समवेतत्वसम्बन्धेन नाम तस्य आश्रये अधिकरणे समवायसम्बन्धेन यदस्ति तद् इति. अतः इत्युक्ते तत्र आचार्य इति अत्र घटः इति अधिकरणम् इति एव सत्यं भगिनि. हा सत्यं सत्यं तदेव तदेव. अतः कार्यं समवायसम्बन्धेन वर्तते, कारणं कपालरूपं, तस्य आश्रयः कपालः, कपाले घटः समवेतः भवति. अतः स्व आश्रय समवेतत्वसम्बन्धेन कपालरूपं घटे अस्ति. अतः तत्र भागद्वयम् अत्र भवति, यथा अत्र भागद्वयम् अत्र अस्ति खलु, समवायः इति एकः भागः, स्वसमवायि समवायित्वम् इति, तथैव अत्रापि समवायः इति प्रथमं, तदनन्तरं यदस्ति तद् कारणं केन सम्बन्धेन अधिकरणे वर्तते इति उक्तम्. इत्युक्ते समवाय प्रथमः, अनन्तरं स्वाश्रयसमवेतत्वद्वयोः सम्बन्धः निवेशे द्वितीयम् असमवायिकारणत्वम् इति सिद्धे, तस्य असमवायिकारणम् इति सिद्धे एतद् भिन्नः नाम एतद् भिन्नः नाम प्रथमसमवायिकारणं समवायिकारणमपि नास्ति, आद्य असमवायिकारणमपि नास्ति, द्वितीयम् असमवायिकारणमपि यद् नास्ति तद् भिन्नः, तस्मात् भिन्नः. यः कार्यकारणभावः यः कार्यकारणभावः इत्युक्ते अधुना या स्थितिः वयम् अत्र द्वितीयम् असमवायिकारणत्वं तत्र या स्थितिः अस्ति, तत्र यः कार्यकारणभावः वर्तते तत्रत्यं कारणत्वं निमित्तं. नाम एतावत् नाम एतद् भिन्नः इत्युक्ते सर्वम् एतावत् यदुक्तं, समवायिकारणम् आद्यम् असमवायिकारणम् द्वितीयम् असमवायिकारणम् एतत् सर्वं तद् भिन्नं यदि कारणकार्यकारणभावः वयं पश्यामः तत्रत्यं तदा तत्र स्थितं तत्र स्थितं कारणत्वम् इत्युक्ते तत्र द्वितीयम् असमवायिकारणत्वम् इत्युक्ते प्रथमम् असमवायिकारणं तत् तस्य अत्र एषः कारणः तत्र न अन्तर्भूतः द्वितीयं तद् न उक्तं. किम् उक्तम् इत्युक्ते द्वितीयम् असमवायिकारणत्वम् इति सिद्धे इत्युक्ते एतावत् एतत् सर्वं सिद्धम् अस्ति. समवायिकारणत्वं सिद्धम् अस्ति, आद्यम् असमवायिकारणत्वं सिद्धम् अस्ति, द्वितीयम् असमवायिकारणमपि सिद्धम् अस्ति. तत्र कारणत्रयं वयं जानीमः. तस्मात् कारणत्रयात् यत् कारणं भिन्नं कारणं भवति. अस्तु अस्तु, इत्युक्ते तत्र तेषु यः भिन्नकारणम् इत्युक्ते तस्मात् भिन्नः, तस्मात् तेभ्यः भिन्नः, तेभ्यः भिन्नः कारणं, तेभ्यः भिन्नः तत्रत्यं कारणत्वं निमित्तकारणत्वं. तत्र तत्रत्यं नाम तत्र यत् कारणं वर्तते तत्र स्थितं कारणं, तत्र स्थितं कारणत्वं निमित्तकारणत्वम् इति उच्यते इति. तस्य नामकरणं भवति निमित्तकारणम्. अतः पुनः स्वशब्दैः वदामश्चेत् वयं किं वदामः, यत् कारणम् अस्ति, किमपि कार्यं प्रति कारणम् अस्ति किन्तु समवायिकारणं नास्ति, प्रथमविध असमवायिकारणमपि नास्ति, द्वितीयविधम् असमवायिकारणमपि नास्ति किन्तु कारणम् अस्ति, तदा तत् निमित्तकारणम् इति वदामः. अस्तु अस्तु, हा हा हा, एतद् भिन्न. अस्तु अस्तु, हा अस्तु अस्तु, तेभ्यः भिन्न इति भावः. अस्तु तर्हि वदतु पुनः. आम् वदामि, अधुना तत् समवायिकारणस्थले वयं दृष्टवन्तः कार्यं समवायसम्बन्धेन, तत्र कारणं तादात्म्यसम्बन्धेन, इत्युक्ते कार्यं समवायसम्बन्धेन स्थित्वा तादात्म्यसम्बन्धेन कारणम् इति स्थितिः अस्ति. प्रथमविध असमवायिकारणस्थले स्थितिः का, कार्यं समवायसम्बन्धेन स्थित्वा कारणं समवायः, इत्युक्ते समवायः कारणं समवायकारणं, तत् समवायेन कार्यं जनयति इति स्थितिः. द्वितीयविध असमवायिकारणं यत्र वयं परम्परासम्बन्धः इति दृष्टवन्तः, तत्र स्थितिद्वयं तत्र स्थिते प्रथमा स्थितिः तत्र कार्यं स्वसमवायिसमवायित्वं, कारणं समवायः कारणेन स्वसमवायिसमवायित्वं कार्यं जनयति. द्वितीया स्थितिः अस्ति तत्र स्वसमवायिसमवेतत्वं कारणं समवायः कार्यं जनयति. अधुना एतेभ्यः सर्वेभ्यः भिन्नः यः कार्यकारणभावः, तत्र स्थित्वा तत्र यत् स्थितं कार्यकारणभाव कारणत्वं यत् अस्ति तत् निमित्तकारणम् इति तस्य नामकरणम् इति अस्ति. उत्तमं, तथैव अस्ति. अग्रे अधुना तत्र अग्रिमे उदाहरणं दत्तमस्ति, तत् पूर्वस्मिन् परिच्छेदे यत् वयं दृष्टवन्तः, प्रकृते स्नेहस्य पिण्डिभावं प्रति इति तत् उदाहरणं. अधुना स्नेहस्य पिण्डिभावं प्रति इत्युक्ते तत्र कथं तत् पिण्डिभावः इति कार्यं, तत् पिण्डिभाव इति कार्यं समवायसम्बन्धेन पिष्ठे वर्तते, तत् वयं दृष्टवन्तः. अधुना स्नेह इति कारणं, स्नेह इति कारणं, तत् स्नेह इत्युक्ते पिष्ठे यदा जलं तत्र मेलनं यदा भवति तदा तत् रूपं जनयति, अतः तत् स्नेहः इति कारणं तत् समवायसम्बन्धेन जले वर्तते. स्नेह इति कारणं समवायसम्बन्धेन जले वर्तते, जलस्य पिष्ठस्य संयोगः भवति. अधुना पिष्ठावः साक्षात् समवायेन पिष्ठे वर्तते, स्नेह इति साक्षात् समवायेन जले वर्तते. अधुना स्नेहः पिष्ठे कथम् आनयामः, तत् स्नेहस्य पिण्डिभावं प्रति विषयः. पिण्डिभाव पठतु, तत्र उक्तमस्ति निमित्त न तत्रैव नाम यत् यथा भवती पठितवती नाम प्रकृते प्रकृते नाम इदानीं मूलविषयः अस्माकं प्रकृतविषयः स्नेहस्य पिण्डिभावं प्रति कारणत्वं वयं जानीमः स्नेहस्य पिण्डिभावं प्रति कारणत्वं वर्तते नाम स्नेहः नास्ति चेत् पिण्डिभावः न भवति इति अतः कीदृशं कारणत्वम् अत्र वर्तते इति चिन्तनं तर्हि वयं दृष्टवन्तः तत्र स्नेहः कथं तत् स्वाश्रयसंयुक्तत्वसम्बन्धेन तिष्ठे इति समीचीनं तर्हि तर्हि पिण्डिभावः इति कार्यं केन सम्बन्धेन अधिकरणे अस्ति पिण्डिभाव इति कार्यं समवायसम्बन्धेन पिष्ठे अधिकरणे इदानीं कारणम् इति कारणं स्नेहः इति केन सम्बन्धेन अधिकरणे कारणं स्नेहः इति समवायसम्बन्धेन जले वर्तते तत् समवायसम्बन्धेन जले इत्युक्ते तत्र स्वाश्रय इति त्वम् इति स्नेहः भवेत् तदा तस्य स्वाश्रयः जलम् इति स्वाश्रयः जले वर्तते अधुना स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्ठे स्नेहः स्वाश्रयसंयुक्तत्वसम्बन्धेन इत्युक्ते तत् परम्परासम्बन्धेन इति वयं वदामः खलु परम्परायाः एकविध नाम परम्परा इति सामान्यसम्बन्धः किन्तु कीदृशपरम्परासम्बन्धः इत्युक्ते अत्र स्वाश्रयसंयुक्तत्वसम्बन्धः इति साक्षात् खलु तत्र कः सम्बन्धः इति वक्तव्यः अस्ति अत्र अतः केवलं परम्परा इति मास्तु स्वाश्रयसंयुक्तत्व इति एव सम्बन्धेन सम्बन्धेन पीष्टे अधिकरणे अतः इदानीं तत्र वाक्यं पठतु तर्हि वाक्यं अधुना पिण्डिभावनिष्ठकार्यतायाः पिण्डिभाव इति कार्यं तत् पिण्डिभावनिष्ठकार्यतायाः समवायेन अवच्छेदे अपि स्नेहनिष्ठकार्यतायाः पिण्डिभावनिष्ठकार्यतायाः कार्यमिति पिण्डिभाव पिण्डिभावनिष्ठकार्यता पिण्डिभावे कार्यता वर्तते अतः पिण्डिभावनिष्ठकार्यता तस्याः समवायेन अवच्छेदे अपि अधुना पिण्डिभाव इति कार्यं समवायसम्बन्धेन पिष्टे वर्तते इति एव समीचीनम् यद्यपि पिण्डिभावः इति कार्यं समवायसम्बन्धेन अधिकरणे यद्यपि वर्तते अवच्छेदे अपि इति यद्यपि स्नेहनिष्ठकारणतायाः अधुना स्नेह इति कारणं स्नेहे कारणता वर्तते अतः स्नेहनिष्ठकारणता स्नेहनिष्ठकारणतायाः स्वाश्रयसंयुक्तत्व अधुना अत्र पुनः एकवारं स्वाश्रयसंयुक्तत्वसम्बन्ध स्वाश्रयसंयुक्तत्वसम्बन्ध अधुना स्नेह पिष्टे तत् न साक्षात् स्वाश्रयसंयुक्तत्व इत्युक्ते तत् पुनः एकवारं तत् स्नेह समवायसम्बन्धेन जले जलपिष्ठद्वयोः संयोगसम्बन्धः वर्तते अतः तत् स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदात् इति समीचीनम् अतः न हि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति अधुना एषः सम्बन्धः पूर्वोक्ते ये सम्बन्धाः वयं दृष्टवन्तः तेषु न अन्तर्भवति खलु नाम समवायतादात्म्य अथवा समवायद्वयम् अथवा स्वसमवायिसमवायित्वसमवाययोः अथवा समवाय स्व आश्रयसमवेतत्वयोः तद् नास्ति अतः पूर्वोक्तेषु न अन्तर्भवति एषः सम्बन्धः भिन्न एव भिन्नरूपेण भिन्नः अतः तादृशपिण्डिभावं प्रति स्नेहः निमित्तकारणम् इत्युक्ते अधुना न असमवायिकारणं न समवायिकारणं तत् अस्ति निमित्तकारणं तादृशपिण्डिभावं प्रति स्नेहः पिण्डिभावं प्रति स्नेहः कीदृशकारणं तस्य उत्तरमस्ति निमित्तकारणम् इति अस्ति उत्तमं भगिनि हा अस्तु हा इदानीं शुभभगिनि स्वशब्दैः आं महोदय सर्वं वक्तव्यमिति नास्ति किन्तु तत्र सारांशत्वेन अपि वदतु आम् आं प्रयत्नं करोमि महोदय तर्हि तत्र इदानीं विषयः तु तत्र स्ने किं त्रिविधाः सम्बन्धाः तत्र समवायसम्बन्धः असमवायी प्रथमविधः च द्वितीय कारणत्वं समवायिकारणत्वम् असमवायिकारणत्वम् अपि च द्वितीय असमवायिकारणत्वं तेषां भिन्न तेभ्यः भिन्नः भिन्नं कारणत्वम् अस्ति तदस्ति तत्र स्नेहे निमित्तकारणम् इति इदानीम् इत्युक्ते यः समवायि नास्ति असमवायि नास्ति द्वितीय वा प्रथमः वा असमवायि अपि नास्ति अतः निमित्तकारणम् इति उच्यते तद् किमर्थम् इत्युक्ते प्रकृते स्नेहस्य पिण्डिभावं प्रति अस्तु पिण्डिभावनिष्ठकार्यतायाः समवायेन अवच्यते अपि इत्युक्ते तत्र पिण्डिभाव इति कार्यता समवायसम्बन्धेन एव किम् अवच्छेदम् अपि स्नेहनिष्ठकारणतायाः पिण्डि अर्थः कः तत्र एकवारं वदतु भगिनि पिण्डिभावनिष्ठकार्यतायाः तत्र पिण्डिभावनिष्ठकार्यता इत्युक्ते कार्यता किं पिण्डि समवायसम्बन्धेन पिण्डिभावे पिण्डिभावः इति अधिकरणं भवति खलु तत्र तर्हि पिण्डिभाव इति किं भवति सोपानेन गच्छामः अस्तु महोदय तत्र तत्रैव अत्र कार्यं किं कारणं किम् अस्माकं मूल उदाहरणे तत्र स्नेहः अपि पिण्डिभावः किं कारणं किं कार्यं स्नेहः पिण्डिभावं प्रति कारणम् अस्तु तर्हि पिण्डिभावं किम् अस्ति पिण्डिभावः इति कार्यं कार्ये कार्यता वर्तते वा न कार्ये कारणता वर्तते न भगिनि कार्ये कार्यता एव वर्तते खलु अस्तु कारणे कार्ये कार्यता वर्तते खलु इति आम् नाम पुस्तकत्वभावः खलु कार्यता वर्तते खलु तर्हि पिण्डिभावे कार्यता वर्तते खलु तस्य कार्यता कीदृशी इति वदामश्चेत् किं भवति पिण्डिभावनिष्ठकार्यता खलु पिण्डिभावः इति साक्षात् कार्यं तस्मिन् कार्यता वर्तते अस्तु समीचीनं खलु आमां समीचीनं किन्तु कार्यं केन सम्बन्धेन अधिकरणे अस्ति समवायसम्बन्धेन अधिकरणे अस्ति अतः वयं तत्र कार्यं समवायसम्बन्धेन अधिकरणे वर्तते इति वदामः अथवा अन्या रीत्या वदामश्चेत् किं भवति कार्यतायाः अवच्छेदकः समवायसम्बन्धः इति वदामः कार्यतायाः अवच्छेदकः सम्बन्धः समवायः इति कार्यता केन सम्बन्धेन कार्ये अस्ति इति तत्र विषयः नास्ति केवलं कार्यं केन सम्बन्धेन अधिकरणे इति विषयः अत्र अस्तु महोदय नाम पिण्डीभावनिष्ठकार्यतायाः अवच्छेदे नाम समवायेन अवच्छेदे नाम समवायेन अवच्छेद्यते अथवा अवच्छिद्यते कार्यता इत्युक्ते अवच्छेदकसमवायसम्बन्धः एव अवच्छेदकः अस्ति कार्यतायाः इति खलु अत्र किम् उक्तं कार्यताः अवच्छेदकसम्बन्धसमवायः अस्ति इत्युक्ते कार्यं समवायसम्बन्धेन अधिकरणे वर्तते इति एव विषयः तत्र कपालः तादात्म्यसम्बन्धेन अधिकरणे अस्ति इत्युक्ते वयं किं वदामः कपालः इति कारणं वा अस्तु कारणतायाः अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः इति वदामः तत्र शैली भिन्ना तावदेव किन्तु किं ज्ञानम् इत्युक्ते केन सम्बन्धेन कारणम् अधिकरणे अस्ति इति वदामः साक्षात् वक्तुम् इच्छामः कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति वक्तुं शक्नुमः अथवा कारणतायाः अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः इति अतः इदानीं तत्र अत्र किम् उक्तम् अत्र पिण्डीभावनिष्ठा इति इत्यत्र इत्युक्ते भवान् उक्तवान् खलु महोदय इदानीं स्वशब्दैः वदतु भगिनी यत् अवगतं तद् वदतु तावदेव अस्तु किं वदनीयं महोदय इदानीं नाम इदानीम् अत्र अस्माकं लक्ष्यं किं तत्र स्नेहः पिण्डीभावं प्रति कारणमस्ति किन्तु कीदृशं कारणम् इति वक्तव्यं तावदेव इति एव अस्मिन् परिच्छेदे अस्ति तत् कथम् इति तत्र समवायसम्बन्धेन अस्ति तर्हि किं स्वाश्रयसंयुक्तसम्बन्धेन अवच्छेदात् इति अस्तु न हि सः सम्बन्धः अस्तु अस्तु तर्हि तत्र सोपानेन गच्छामः भगिनि यतोहि समयः नास्ति तर्हि कार्यं पिण्डीभावः खलु तत् केन सम्बन्धेन अधिकरणे अस्ति समवायसम्बन्धेन अस्ति उत्तमं हा इदानीं कारणमस्ति स्नेहः खलु स्नेहः केन सम्बन्धेन अधिकरणे अस्ति तत्र तु परम्परा भवति तर्हि स्वसमवायी किं समवेतत्वेन अस्ति इति वक्तुं शक्नुमः किन्तु नास्ति अतः अत्र संयोगः इति अस्ति अतः स्वाश्रयः इति अधोगमनं स्वाश्रयः इति आगच्छति तर्हि तत्र स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्टे अस्ति पिष्टे अस्ति तेन स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्टे अस्ति अस्तु तर्हि कार्यं समवायसम्बन्धेन अस्ति कारणं स्व आश्रय अथवा स्वसमवायि संयुक्तत्वसम्बन्धेन पिष्टे अस्ति किन्तु एतत् सम्बन्धद्वयम् अत्र अस्ति वा प्रथमसमवायिकारणस्थले अस्ति वा न तत्र कुत्रापि नास्ति स्वाश्रयसंयुक्तसम्बन्धः इति कुत्रापि न आगतं पूर्वं कुत्रापि नास्ति अतः एतत् त्रयं कारणत्वं यदस्ति तेभ्यः भिन्नं कारणम् अस्ति एतत् अतः निमित्तकारणम् अस्ति तावदेव अस्तु पूर्वं दृष्टं यत् तत्र कार्यकारणभावं भावत्रयं तेषु अन्तर्भूतः नास्ति एषः खलु अतः एषा स्थितिः भिन्ना अस्ति अतः एतदपि नास्ति एतदपि नास्ति एतदपि नास्ति अतः निमित्तकारणमस्ति तावदेव भगिनि नाम इदानीं सम्यक् रीत्या वयं जानीमः एतत् निमित्तकारणमेव अस्ति स्नेहः पिण्डीभावं प्रति इति कथं जानीमः सम्बन्धः केन सम्बन्धेन कारणम् अधिकरणे वर्तते इति दृष्ट्वा वयं वदामः अस्तु एतत्तु निमित्तकारणमेव भवति कारणं तु अस्ति किन्तु समवायिकारणं नास्ति प्रथमविध आद्यम् असमवायिकारणं नास्ति द्वितीयम् असमवायिकारणमपि नास्ति अतः निमित्तकारणम् एव भवेत् इति. समीचीनं वा भगिनि? आं महोदय, समीचीनम्. अतः तत्र केवलम् अत्र यत् कोष्टकम् अथवा यदस्ति तस्य आधारेण वयं तत्र निमित्तकारणम् अस्ति इति प्रदर्शयितुं शक्नुमः. अतः एतत् यदि मनसि अस्माकं मनसि अस्ति चेत् सुलभः भवति. अस्तु, प्रथमं टिक्, प्रथमं नास्ति, द्वितीयं नास्ति, तृतीयं नास्ति, अस्तु तर्हि निमित्तकारणम् इति तावदेव. किन्तु तत्र अतः तत्र निमित्तकारणत्वम् इति वयम् इदानीं साक्षात् प्रदर्शितवन्तः, अवगतवन्तः. समीचीनं वा? समीचीनं महोदय. अस्तु अस्तु तर्हि तत्र एकं वक्तुम् इष्टवान् तत्र अग्रिमसप्ताहे वर्गः न भवति, यतोहि अहं तत्र यात्रे अस्मि, अतः तत्र न तत्र वर्गं न चालयितुं शक्नोमि. अतः अग्रिमे सप्ताहे वर्गः नास्ति, तदनन्तरं वर्गः भवति. अस्तु महोदय. अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः महोदय.